गतवर्गे चुरादिगणे विशेषधातवः इति विषये अस्माकं किञ्चित् चिन्तनम् अभवत्। तत्र प्रथमं तु अदन्तधातुः अस्ति चेत् नाम अन्तिमः ह्रस्व अकारः अनुनासिकः नास्ति चेत्, इतवर्णः नास्ति चेत् कथं तस्य परिवर्तनं भवति इति अस्माभिः दृष्टं। तत्र अतो लोपः इति सूत्रेण तत्र आर्धातुकप्रत्यये परे अस्ति, तत्र परे अस्ति चेत् अकारस्य लोपः भवति। तर्हि कथधातुः अस्ति, कथयोग णिच्, तत्र णिच् आर्धातुकप्रत्यये अस्ति, अतः कथ इति धातोः अन्तिम अकारस्य लोपः भवति। अतः कथ योगः णिच् धातुः भवति कथि। तदनन्तरं तत्र एक तत्र एकः मुख्यविषयः अपि आसीत् यत् अस्माभिः दृष्टम् अस्मिन् एव विषये, तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रेण यदि अच् स्थाने कोऽपि आदेशः आगच्छति तर्हि यत्र सः आदेशः भवति तस्मात् पूर्वं यदि कापि विधिः अस्ति, स्थाने पूर्वं न तु समये, स्थाने पूर्वं यदि कापि विधिः अस्ति तर्हि तादृशविधि कृते तत् आदेशः स्थानिवत् एव भवति। तत् नाम सा विधिः तम् आदेशं न द्रष्टुं शक्नोति। अतः अत्र कथयोगः णिच् मध्ये यद्यपि अकारस्य लोपः भवति परन्तु यः अत उपधाया इति सूत्रमस्ति येन उपधायाः ह्रस्व अकारस्य वृद्धिः भवति, तत् सूत्रम् अत्र कार्यं न कर्तुं शक्नोति, यतोहि तत् सूत्रम् अन्तिम अकारस्य कृते पूर्वसूत्रमस्ति, स्थाने पूर्वसूत्रमस्ति। अतः तत् सूत्रं तु अकारस्य स्थाने यत् लोपः भवति तत् द्रष्टुमेव न शक्नोति। अतः तस्य कृते अन्तिमस्वरः अन्तिमवर्णः अकारः एव अस्ति, अतः उपधा हकारः एव अस्ति, उपधा अकारः नास्ति, अतः अत उपधा इति सूत्रमेव कार्यं न करोति। अतः काठि इति न भवति, अपि तु कथि भवति इति एकमस्ति। तदनन्तरम् एकम् आसीत् कृप् धातु। कृप् धातु वयं जानीमः, कृप् धातु सर्वदा विशेषधातुः अस्ति। तत्र कृपोरोलः इति सूत्रेण कृप् धातु मध्ये ऋकारस्य स्थाने लृकार, रेफस्य स्थाने लकारः इति भवति। तर्हि अत्र कृप् धातु चुरादिगणे अस्ति, अतः तत्र कृप् योगः णिच् यदा भवति तदा पुगन्तलघुपदस्य च इति सूत्रेण उपधाया ह्रस्व इकारस्य स्थाने लघु इकवर्णः भवति, कर्प योगः इ। तदनन्तरं कृपोरोलः इति सूत्रेण रेफस्य स्थाने लकारः, कल्प योगः इ, नूतनधातु भवति कल्पी, रूपं भवति कल्पयति कल्पयते इति अस्ति। तर्हि एतद् अस्माभिः गतरविवासरे पठितम्। इदानीं नूतनमस्ति कृत् धातु, क्रीत् धातुः, क्रीत् धातु। इदानीं क्रीत् धातु कीदृशी अस्ति, तत्र उपधायां दीर्घरिकारः अस्ति, उपधायां ह्रस्वरिकारः अस्ति चेत् किं भवति, कोऽपि वक्तुं शक्नोति? यदि धातोः उपधायां ह्रस्व इकारः अस्ति, ह्रस्वरिकारः अस्ति, परन्तु अत्र दीर्घरिकारः अस्ति अतः पुगन्तलघुपदस्य च इति सूत्रं कार्यं कर्तुं न शक्नोति। अत्र एकं नूतनं सूत्रम् अस्ति, तद् वयम् अग्रे पश्यामः। अस्तु, तर्हि मीना महोदय अग्रे पठतु। क्रीत धातोः विधिः तृतीयबिन्दुः। क्रीत् धातोः विधिः, क्रीत् संशब्देन प्रसिद्धं करोति, संशब्दने प्रसिद्धं करोति, उद्घोषणं करोति, गुणं प्रसारयति। उपधायाश्च धातोः उपधाभूतस्य हृदः इत्यस्यात् इति स्यात् इति स्यात् इत्स्यात् धातोः उपधायां स्थितस्य दीर्घ ऋकारस्य स्थाने ह्रस्व इकारादेशो भवति. उपधायाः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रम्. ऋत इद्धातोः इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् उपधायाश्च. अनेन ऋत् धातोः अर्थं वदतु. अत्र ऋत् दीर्घ ऋकारान्त उपधार्य ऋकारान्त धातु ऋत इति भवति. तस्य विधिः अत्र वर्णते. उपधायाश्च इति सूत्रेण दीर्घ ऋकारान्तः अङ्गस्य ऋकारान्तस्य ईत् उपधा उपधायाश्च इत् भवति किल. इत् इकारादः इकारः आदेशः इकारादेशः भवति. तर्हि पश्यतु अत्र 7100 इति सूत्रं लिखितमस्ति रित इत् धातोः. रित इत् धातोः इति सूत्रम् अस्माकं परिचितं सूत्रम्. इति सूत्रं किं वदति? रीत इत् धातोः इति सूत्रं किं वदति? इकारादेशः भवति इति. अस्य कुत्र? ऋकारस्य रुत इत् धातोः दीर्घऋकारान्त. तर्हि रीत इत् धातोः इति वदति अत्र रीतः धातोः अङ्गस्य इत् नाम यदि कोऽपि धातु अस्ति यस्य अन्ते दीर्घऋकारः अस्ति नाम दीर्घऋकारान्तधातोः रूपी अङ्गम् अस्ति चेत् तस्य अन्तिमवर्णस्य नाम दीर्घ ऋकारस्य स्थाने ह्रस्व इकारः भवति इति रीत इत् धातोः इति सूत्रं वदति. इति सर्वे अवगच्छन्ति खलु? रीत इत् धातोः इति सूत्रस्य विषयं वदामि. रीत इत् धातोः खलु एतत् निमित्तं किमपि नास्ति अत्र दत्तं न दत्तमस्ति खलु. तर्हि रीत इत् धातोः इति सूत्रं वदति दीर्घऋकारान्त अङ्गस्य दीर्घऋकारान्त धातोः स्थाने धातोः कृते ऋकारस्य स्थाने इकारः भवति इति रीत इत् धातोः इति सूत्रमस्ति. तस्य साक्षात् अग्रिमसूत्रमस्ति उपधायाश्च. उपधायाश्च इत्युक्ते उपधायाः च. तर्हि एकत्र यदि वयं पठामः चेत् रीत इत् धातोः उपधायाश्च नाम यदि धातोः दीर्घऋकारान्त अस्ति तर्हि दीर्घऋकारस्य स्थाने इकारः भवति. परन्तु उपधायाश्च इति सूत्रम् अनुवृत्तिसहितं यदि वयं पठामः तर्हि वयं ज्ञातुं शक्नुमः यत् न केवलम् अन्तिम ऋकारस्य इकारः भवति परन्तु यदि धातोः उपधामध्ये अपि दीर्घऋकारः अस्ति तस्य अपि इकारः भवति. तर्हि अत्र न केवलम् अन्तिमऋकारः उपधा अपि. तर्हि धातोः यदि धातोः अन्तिमवर्णः दीर्घऋकारः अस्ति अथवा उपधावर्णः दीर्घऋकारः अस्ति किमपि भवेत् उभयत्र दीर्घऋकारस्य स्थाने ह्रस्व इकारः भवति इति अर्थः अस्ति. तर्हि अत्र अनुवृत्तिसहितसूत्रं किमस्ति? रीतः धातोः अङ्गस्य इत् उपधायाश्च. तर्हि रीत इत् धातोः केवलम् इदं सूत्रमस्ति चेत् तस्य अनुवृत्तिसहितसूत्रमासीत् रीतः धातोः अङ्गस्य इत् रीतः धातोः अङ्गस्य इत् इति. तर्हि अत्र अलोन्त्यस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् अत्र अन्तिमऋकारस्य इकारः भवति. परन्तु उपधायाश्च इति सूत्रं यदि वयं पठामः तत्र अनुवृत्तिसहितसूत्रमस्ति रीतः धातोः अङ्गस्य इत् उपधायाश्च. उपधायाश्च इति आगत्य वदति यत् न केवलम् अन्तिमऋकारस्य परन्तु उपधाभूतऋकारस्य अपि इकारः भवति इति. तर्हि अत्र पश्यतु, अत्र यथा रघुपतिमहोदयेन उक्तम्, अत्र किमपि निमित्तं लिखितं नास्ति. तर्हि यत्र कुत्रापि उपधायां दीर्घरिकारः अस्ति चेत् तस्य ह्रस्व इकारः भवति एव, अत्र निमित्तं नास्ति. तर्हि उपधायाश्च इति सूत्रस्य कृते निमित्तं नास्ति, परन्तु रीत इद्धातोः इति सूत्रस्य कृते वस्तुतः यद्यपि निमित्तं सूत्रे लिखितं नास्ति, परन्तु फलितरूपेण निमित्तम् अस्ति. कोऽपि जानाति वा किं निमित्तं भवितुं शक्नोति? गुणः भवति. किं किम्? किं नितिप्रत्यये परे? किति नितिप्रत्यये परे एव. यदि किति नित् प्रत्ययः नास्ति, यद्यपि यद्य सार्वधातुक क्विच् प्रत्ययः अस्ति, तर्हि ऋकारस्य स्थाने इकारः न भवति, अपि तु किं भवति? गुणः भवति. केन सूत्रेण? पुगन्तलघुपदस्य न न अन्तिमरिकारः अस्ति. तर्हि अन्ते दीर्घरिकारः अस्ति, तस्मात् अनन्तरं यदि पित् प्रत्ययः अस्ति यस्य गुणः भवितुं शक्नोति, तत्र तु गुणः एव करणीयः सार्वधातुक आर्धातुकयोः इति सूत्रेण. किमर्थं? यतोहि सार्वधातुक आर्धातुकयोः इति सूत्रं परसूत्रमस्ति, तत् सप्तम अध्यायः तृतीयपादे अस्ति, अत्र प्रथमपादे अस्ति, अतः तत्र सार्वधातुक आघातुकयोः इति सूत्रेण गुणः एव करणीयः. परन्तु यदि कित्नित् प्रत्ययः अस्ति यत्र गुणनिषेधः अस्ति, तत्र ऋत इद्धातुः इति सूत्रेण ऋकारस्य स्थाने ह्रस्व इकारः आगच्छति. परन्तु उपधामध्ये सर्वदा दीर्घ सर्वदा इकारः एव भवति, यतोहि उपगन्तलघुपदस्य च तस्य सूत्रस्य च तत्र प्रसक्तिः कदापि न भवति. किमर्थं न भवति? दीर्घरिकारः अस्ति. दीर्घरिकारः अस्ति, अतः प्रत्ययः यदि पित् अपि अस्ति चेदपि गुणः न भवति, यतोहि पुगन्तलघुपदस्य च इति सूत्रं केवलं लघु उपधा कृते अस्ति. अतः दीर्घ उपधा अस्ति, अतः केवलम् उपधायाश्च इति सूत्रेण इत् एव भवितुं शक्नोति इति एव इति चिन्तनम् अस्ति यद् इति अस्ति. अस्तु, तर्हि इदानीम् अग्रे पठतु महोदय, मीना महोदय. अनेन क्रीर्धातो अनेन ऋत् धातोः ऋकारस्य ह्रस्व इकारादेशः भवति. स्मारणार्थं यत्र धातुः ऋकान्तः, तत्र ऋत् धातोः अनेन ऋकारस्य स्थाने इकारादेशः. यदा सुदानिगणे अस्माभिः दृष्टं क्री धातोः ऋकारः ई आदेशः ऋकार ई आदेशः क्रि खि खि भवति. उरन् रपरः इत्यनेन रपरः खिर् खिर् योगः आयोगः किरति इति भवति. अत्र ऋत धातोः पठामः ऋत धातोः सूत्रं सूत्रस्य केवलं प्रथमवाक्यं पठतु, अस्माकं परिचितं सूत्रमस्ति. ऋकारस्य स्थाने इकारादेशः तुदादिगणे दृष्टं अस्माकं दृष्टं क्रीधातोः क्रीधातोः ऋकारस्य इ आदेशः क्री खि इति भवति. उरन्रपरः कारणेन रपरः अपि भवति. किर् भवति. किर् योगः या योगः इति किरति इति निष्पन्नम् अन्तिमरूपम्. तर्हि तत्र ऋत इद्धातोः इति सूत्रेण ऋदन्तधातोः अङ्गस्य ऋकारस्य स्थाने ह्रस्व इकारादेशः भवति इति वयं जानीमः. अस्तु, तर्हि धन्यवादः महोदय. अग्रे विजया महोदय, तत्र चुरादिगणे क्रीद्धातोः तस्य यत् क्रमः अस्ति तत् पठतु. चुरादिगति कृत् धातुः, कृत् कित् इति अस्ति, उपादायः च इति सूत्रेण, इति सूत्रेण इकारस्य स्थाने ह्रस्व इकारः भवति कित् इति. अनन्तरं कि उरन् रप्रः योजनेन कृत् इति भवति. कृत् इत्युक्ते तत्र कीर्त् उपादायं ह्रस्व इकारः अस्ति, उपादायं च इति. अनन्तरं कृत् योगः निच् कीर्ति इति अस्ति, कीर्ति इति धातुः निष्पाणम् अत्र. कीर्तियोगः शप् कीर्तेय इति अङ्गम्. अनन्तरं कीर्तेय योगः कीते इति आत्मनेपदि परस्मै योजनेन कीर्तयति कीर्तयते इति द्वे रूपं निष्पन्नं, तत्र रूपं द्वयं निष्पन्नं. तर्हि पश्यतु अत्र क्रीत् धातुः अस्ति. अत्र एकं तत्र तत्पूर्वम् एकं नूतनं सूत्रमस्ति, पठतु. अत्र उपधायां च इति सूत्रं लिखितमस्ति महोदय, अधोभागे गच्छतु. उपधायां च अष्टाध्याये द्वितीयपादे अष्ट सप्ततिः इति सप्ततमसूत्रेण येषां धातूनाम् उपधायां अरेपवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घः आदेशः भवति. अलन्तधातूनाम् उपादायं रेपः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. उपादायां सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सिपि धातोः रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः ओर् उपादाय दीर्घः इकः इत्यस्मात् ओः ओर्वोः इकः दीर्घः येषाम् अनुवृत्तिः हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धातोः हलि ओर्ः उपादायां च उपादायाम् इकः दीर्घः. तत्र उपादायां च इति धातूनाम् उपादायां रेपवकारस्य हल् परः अस्ति चेत् अल्वर्णः परः अस्ति चेत् तत्र प्राक् वर्तमानस्य इकः दीर्घः भवति. रेपान्तः वकारान्तः धातुः मध्ये तत्र वर्तमानस्य इकः दीर्घः आदेशः भवति. हलन्तधातूनामपि रेपः वकारः वा रेपः वा वकारः वा रेपस्य स्थाने वकारस्य स्थाने अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. इकः अस्ति चेत् इक् वर्णः अस्ति चेत् तादृशमेव दीर्घः भवति, इकः दीर्घः भवति. उपादायं सप्तम्यन्तं तत्र च इति अव्ययपदमस्ति. अनन्तरं सिपि धातोः रुर्वो इति अस्मादपि एतत् अनुवृत्तिसहितसूत्रम् इत्यस्मात् ओः ओर्वोः इकः दीर्घः तत्रापि इक् वर्णः पूर्वं प्राक् अस्ति चेत् तत्र अपि दीर्घः भवति. हलिच इत्यस्मात् एतत् हलिच इति अनुवृत्तिसहितसूत्रं तावदेव अत्र धातोः हलि ओर्वोः उपादायं च उपादायम् इकः दीर्घः इति अस्ति. तर्हि एकवारं अष्टाध्यायम् उद्घाटयतु. अष्टमपाठः द्वितीयपाद इति उद्घाटयतु. तत्र अष्टमपादस्य अष्टमपाठस्य अष्टमाध्यायस्य द्वितीयपादं तत्र कुत्र अस्ति? द्वितीयपादं तत्र अष्टमाध्यायस्य द्वितीयपादस्य अष्ट क्षम्यताम् अष्टसप्ततितमं सूत्रम् इति उद्घाटयतु. पुस्तके पेज् 133 अस्ति. पूर्वमपि अस्ति खलु जि सप्ततिः उपादाय दीर्घः इति. तत्र तदेव अहं वदामि. तत्र पठतु, तत्र लिखितमस्ति. अत्र पश्यतु, सर्वे उद्घाटयन्ति वा पेज् 133? आं जि आं जि. तत्र सप्तसप्ततितमसूत्रमस्ति तत्र क्षम्यतां षड्सप्ततितमसूत्रमस्ति रो उपधायाः दीर्घः इकः इति एकमस्ति सूत्रम्। तदनन्तरम् एकं सूत्रमस्ति हली च। तदनन्तरम् एकं सूत्रमस्ति उपधायां च। तर्हि अस्माभिः हली च तर्हि एतानि त्रीणि सूत्राणि किं वदन्ति, यदि यदि धातोः अन्ते वकारः अस्ति अथवा धातोः अन्ते रेफः अस्ति अथवा धातोः उपधायां वकारः अस्ति अथवा धातोः उपधायां रेफः अस्ति, तत्र तस्य परिवर्तनं कथं भवति, नाम अत्र धातोः तस्य अनुवृत्तिः कुतः भवति, तत्र चतुर्सप्ततितमसूत्रमस्ति सिपि धातोरूर्वा, 74th सूत्र अस्ति सिपि धातोरूर्वा, तत्र धातो इति पदस्य अनुवृत्तिः भवति। तर्हि अत्र किमस्ति, अत्र त्रिषु सूत्रेषु किमस्ति, यदि धातोः अन्ते अथवा धातोः उपधायां रेफः अथवा वकारः अस्ति चेत् तस्य कथं परिवर्तनं भवति इति इदम् इति एतानि सूत्राणि वदन्ति। तर्हि अत्र एकं सूत्रमस्ति पश्यतु हली च, हली च इति सूत्रम् अस्माभिः अत्र दिवादिगणे पठितं, दिवादिगणे अस्माभिः पठितं। हली च इति सूत्रं किं वदति, हली च इति सूत्रं वदति यत् यदि धातोः अन्ते रेफः अथवा वकारः अस्ति, धातोः अन्ते रेफः अथवा वकारः अस्ति, तस्य अग्रे हल् वर्णः अस्ति, अतः हली च, हली इति किम् सप्तमीविभक्तिः अस्ति, अतः पूर्वक्रिया किमपि भवेत् इति तस्य तस्य परनिमित्तकम् अस्ति अत्र। तर्हि अत्र हली च इति सूत्रं वदति यत् धातोः अन्ते रेफः अथवा वकारः अस्ति, तस्य अन्ते तस्य अनन्तरं यदि हल् वर्णः अस्ति तर्हि रेफवकारपूर्वं यदि कोऽपि इक् वर्णः अस्ति तस्य दीर्घत्वं भवति इति, नाम धातुः अस्ति तस्य उपधामध्ये इक् वर्णः अस्ति तस्य अन्ते रेफः अथवा वकारः अस्ति तस्य अनन्तरं हल् वर्णः अस्ति, तर्हि उपधामध्ये यत् इकारः अस्ति तस्य दीर्घत्वं भवति। अस्य सूत्रस्य उदाहरणानि अस्माभिः कुत्र पठितानि, कस्मिन् गणे, दिवादिगणे खलु, दिवादिगणे अस्माभिः पठितं तत्र यदि ऋकारान् धातुः अस्ति, ऋकारधातुः प्रथमं ऋत इति धातोः इति सूत्रेण ऋकारस्य स्थाने इर् भवति, इदानीं धातोः किम् अस्ति, किमपि धातुः तस्य उपधामध्ये ह्रस्व इकारः तस्य अन्ते रेफः, तदनन्तरम् अस्माभिः विकरणप्रत्यये किमस्ति य, तत्र य हलादिप्रत्ययः अस्ति, अतः हलि च इति सूत्रेण ह्रस्व इकारस्य दीर्घत्वं भवति। तदैव अस्माभिः दिवादिगणे तस्य प्रथमधातुः किमस्ति दिवादिगणस्य, दीव्यति ये दीवति वा, दिव् धातुः अस्ति खलु, दिव् धातु आमां, दिव् धातोः रूपं किं भवति, दीव्यति, तत्रापि हलिच इति सूत्रेण धातोः अन्ते वकारः अस्ति, तस्य उपधामध्ये ह्रस्व इकारः अस्ति, वकारस्य अनन्तरं यकारः अस्ति ष्यनिति प्रत्ययस्य, अत्र हली च इति सूत्रेण ह्रस्व इकारस्य दीर्घत्वं भवति, दीव्यति इति भवति, तत् हली च इति सूत्रं कार्यं करोति। हली च तत्र अनन्तरं तदनन्तरम् एव एकं सूत्रमस्ति उपधायां च, उपधायां च, तत्र अत्र उपधाया किम् अस्ति, अत्र उपधायाम् इति अस्ति तत्र सामान्यसप्तमीविभक्तिः अस्ति, अत्र निमित्तसप्तमी नास्ति, अत्र अधिकरणसप्तमी अस्ति, नाम लोक यत्र सामान्यतया भाषायां यदि सप्तमी अस्ति खलु तत्र एव अत्र अपि अस्ति उपधायां च, अत्र अत्र किम् अस्ति, यत्र हलि च उपधायां च नाम अत्र हलि च इति सूत्रस्य अपि अनुवृत्तिः भवति, रो उपधाया दीर्घैकः इति सूत्रस्य अपि अनुवृत्तिः भवति, स्थितिधातोरूर्वा इति सूत्रात् धातोः तस्य अनुवृत्तिः भवति। तर्हि उपधायां च इति सूत्रं किं वदति, यथा उपधायाश्च इति आसीत् खलु तथैव उपधायां च अपि अस्ति, यत् यदि धातोः अन्ते रेफः अस्ति तस्मात् पूर्वम् इकारः अस्ति, तस्मात् अनन्तरं यदि हल् वर्णः अस्ति तर्हि हलि च इति सूत्रेण इकारस्य दीर्घत्वं भवति। परन्तु एतादृशं सूत्रं किं वदति, इदं सूत्रं किं वदति, यदि न केवलं धातोः अन्ते रेफः अथवा वकारः, परन्तु यदि धातोः उपधायाम् अपि रेफः अथवा वकारः अस्ति, तस्मात् पूर्वम् इक वर्णः अस्ति, रेफवकारवर्णात् अनन्तरं यदि हल् वर्णः अस्ति तत्र अपि इकारस्य दीर्घत्वं भवति, इकवर्णस्य दीर्घत्वं भवति। नाम अत्र अत्र द्वे स्थितौ द्वे स्थितौ स्तः, अत्र एकमस्ति धातोः अन्ते रेफवकारः तस्मात् पूर्वम् इकवर्णः, तस्मात् अनन्तरं हल् वर्णः, तत्र अपि इकवर्णस्य दीर्घत्वं भवति हलि च इति सूत्रेण। परन्तु यदि यदि द्वितीयस्थितिः अस्ति, यदि धातुमध्ये एव उपधायां यदि रेफवकारः अस्ति, तस्मात् पूर्वम् इकवर्णः अस्ति, रेफवकारात् अनन्तरं नाम धातोः अन्तिमवर्णः यदि हल् अस्ति तत्र अपि इकवर्णस्य दीर्घत्वं भवति उपधायां च इति सूत्रेण। सर्वे आगच्छन्ति वा? हलि च इत्यस्मिन् हलित इत्यस्मिन् हल् प्रत्यारस्त सोरि हल् प्रत्यय अस्ति चेत् उपधायां धातो एव हल् अस्ति चेदपि भवति इति मन्तव्यं खलु? अत्र उभयमस्ति, नाम हलि च इति सूत्रं किं वदति, धातु अस्ति, धातोः अनन्तरं किमपि हलादि प्रत्ययः अथवा किमपि अस्ति, अत्र धातु एकम् अस्ति, हल् आदि किमपि अन्यम् अस्ति। तर्हि धातुः यदि रेफवकारान्त अस्ति तस्मात् पूर्वम् इकवर्णस्य दीर्घत्वं भवति इति हलि च सूत्रं वदति। उपधायां च इति सूत्रं किं वदति, यदि धातुमध्ये एव यदि उपधायां रेफ अथवा वकारः अस्ति तस्य अनन्तरं नाम अन्तिमधातोः अन्तिमवर्णः हल् वर्णः अस्ति तर्हि रेफवकारयोः पूर्वं यत् इकवर्णः अस्ति तस्य अपि दीर्घं भवति। धातोः अन्तिमवर्णं तदनन्तरम् उपधाय तदनन्तरं तत्पूर्वम् इकवर्णः वा? थर्ड् फ्रम् लास्ट्, तदनन्तरं धातोः अनन्तरं हल् वर्णः अस्ति, थर्ड् वर्णः इकारः वृद्धिः। अत्र अत्रापि एतदपि अनैमित्तिक इति वक्तुं शक्यते खलु? एतदपि अनैमित्तिक इति अत्र हलि इति निमित्तमेव अस्ति खलु, हलि नाम धातोः मध्ये एव अस्ति, धातोः मध्ये एव अस्ति, परन्तु निमित्तं तु अस्ति खलु, निमित्तमस्ति। वयम् अनैमित्तिककार्य इति धातुविज्ञानं तत्र पठितवन्तः, एतत् सूत्रम् एकवारम् अनैमित्तिककार्याणि इति धातुविज्ञानमिति तस्य पाठे एतत् पठितवन्तः अनैमित्तिककार्याणि इति कुर्द् इति भवति दृष्टवन्तः। यत्र अनुवृत्तिसहितं सूत्रं पठतु, धातोः हलि रुवोः उपधायां च नाम धातु अस्ति, धातोः तस्य धातोः हलि नाम हल् वर्णः अस्ति, तस्मात् पूर्वं किमपि अस्ति, अल् वर्णः अस्ति तस्य पूर्वं किमपि अस्ति, तस्य एकनिमिषः, तत्र पूर्वं किं लिखितमस्ति, किमस्ति भोः उपधायां च, नाम हल् वर्णः अस्ति सप्तमी अस्ति अतः तस्य पूर्वं, तस्य पूर्वम् उपधा मध्ये उपधा रेफः वकारः भवति, नाम हल् वर्णः हलि तस्मात् पूर्वम् उपधा मध्ये रवोः रेफः वकारः इति अस्ति, तस्य अर्थमस्ति धातोः हलि रवोः उपधायां च, ततः अग्रे लिखितमस्ति उपधायाम् इक् दीर्घः, नाम रेफवकारः अस्ति, तस्य रेफवकारस्य अपि यत् उपधा अस्ति, उपधा इत्युक्ते किं वन् बिफोर् खलु, तर्हि तत्र रेफवकारयोः अपि यत् उपधा अस्ति, तस्य उपधा मध्ये यत् इकवर्णः अस्ति तस्य दीर्घः, नाम धातु धातु मध्ये हल् हलात् हल् वर्णस्य पूर्व हल् वर्णात् पूर्वम् उपधा अस्ति, उपधा मध्ये रेफवकारः अस्ति, तत्र तस्य रेफवकारस्य अपि यत् उपधा अस्ति, तस्याम् उपधायां यत् इकारः इकवर्णः अस्ति तस्य दीर्घत्वं, नाम यथा विधिमहोदया वदति थर्ड् फ्रम् लास्ट् इति. महोदय स्पष्टीकरणार्थमेव पृच्छामि, हलि च इदानीं तु दिवादिगणे कार्यं करोति, यत्र रेफान्त नो चेत् वकारान्त धातु अस्ति, तस्मात् पूर्वम् इक् वर्णः अस्ति इत्युक्ते उदाहरणम् अस्ति दिव् तत्र वकार अन्ते अस्ति, तस्मात् पूर्वम् उपधायां स्थितं वर्णः इकारः अस्ति, दीव् भवति हलीपरे, इदानीं यकार अस्ति हलीपरे भवति. इदानीं अग्रिमं सूत्रं वदति अत्र दीव् मास्तु, वयम् इदानीं दृष्टवन्तः कीर्त् अस्ति चेत् अपि उपधायां स्थितं रेफस्य वकारस्य वकारात् पूर्वम् इक् वर्ण अस्ति चेत् तस्य अपि दीर्घः भवति. इदानीम् अस्तु, इदानीं हलि च तस्मात् पूर्वं सूत्रं वदति, हलि च एव निमित्तानि सन्ति, किन्तु तत्र हल् वर्ण पर परवर्ण भवेत् इति तत्र किमपि निमित्तं नास्ति खलु. कस्मिन् सूत्रे? ब्रो उपधा उपधाया दीर्घ इकः, तत्र तत्र हल् इति किमपि नास्ति, तत्तु इदानीम् अस्माभिः पठितमेव नास्ति तत् सूत्रम्. ओ अस्तु अस्तु, इदानीम् अस्माभिः केवलं हलि च उपधायां च इति पठितं, परन्तु आम् सत्यं यत् हल् इति निमित्तम् अस्ति तत् हलि च इति सूत्रात् एव आरभ्य भवति. अस्तु, किन्तु तत्र व्रो उपधाया दीर्घ इकः, तत्र हलि च इव सूत्रं, किन्तु तत्र तत्र हल् परे भवेत् वा न भवेत् इक इक् वर्णस्य दीर्घत्वं भवति. तत्र न न तत्र तत्र निमित्तं किम् इति द्रष्टव्यं, तत्र धातु पदं भवेत् पदसंज्ञा भवेत् महोदय, धातु भवेत् अपि पदसंज्ञा भवेत्, पदस्य इति अधिकारः अस्ति, अतः पदायति पदादिक पद इति न भवति चेत् धातु तत्र न भवति इति प्रायः अधिकारः अस्ति. सत्यमस्ति, तत्र पदस्य पदस्य अस्ति पदस् अत्र पदस्य अपि अधिकारः अस्ति खलु सर्वत्र. अहं तु अष्टाध्यायं पश्यामि, रेफान्तस्य वकारान्तस्य धातोः पदस्य उपधाभूतस्य इक् वर्णस्य दीर्घ आदेशः भवति. इदानीं धातुः पदं भवेत् तत्र तत्र सत्यम्, किन्तु उदाहरणं दातुं शक्नोति? उदाहरणं तु इदानीं न स्मरामि, चिन्तयित्वा वदामि. तर्हि अत्र किमस्ति क्विप्रत्यये परे इक्विप् इति सर्व अपहारि प्रत्ययः अस्ति खलु. गृ इति निगरणे धातु दत्तमस्ति अत्र. किप् प्रत्यये परि इदानीं गृ एव भवति, तदनन्तरं गीर् भवति. इदानीं धातुरपि अङ्गमस्ति, भ्यां गीर्भ्याम् इति. अत्र भ्याम् इति पदसंज्ञा अस्ति खलु तस्य, अतः भवति. यत्र सुबन्तप्रकरणे अस्ति वा, सुबन्तप्रकरणे यकार किमस्ति, पदसंज्ञा अस्ति खलु. एतत् सूत्रमस्ति यत् हलादि सुप्त असरणस्थाने अधातोः पदसंज्ञा अस्ति खलु. असरणस्थाने किमस्ति अस्ति, पदसंज्ञा भवति. अतः गीर्भ्याम् इति दत्तमस्ति अत्र अष्टदे डाट् काम् मध्ये. अतः गीर् इति धातुरूपी अङ्गमस्ति. आम् सत्यं, किन्तु तत्र पदं भवति चेत् सुबन्तं पदं भवति खलु, न तु सुबन्त धातुरूपी अङ्गम् अस्ति. इदानीम् अङ्गमस्ति खलु, धातुरूपी धातु अस्ति, गिर् इति धातु अस्ति. इदानीं कृत् प्रत्यये परे यद्यपि अस्ति, कृत् कृत् प्रत्यये परे तद् भवति, परन्तु गिर् इति धातु अस्ति खलु, अतः एव. अस्तु, तत्र तदेव दत्तमस्ति तत्र. अत्र तस्य अत्र नास्ति, यतोहि तत्र सुप्रसक्तिः नास्ति, परन्तु तत्र पद इति भवेत् तत्र एव तत्र कार्यं भवति. अत्र फली च इति अस्ति अथवा उपधायां च इति, तत्र पदस्य यत्किमपि पदस्य अधिकारः अस्ति, परन्तु तस्य किमपि अर्थम् अत्र नास्ति. यतोहि अत्र लिखितमस्ति यत् हल् परे अस्ति चेत् अथवा उपधायां च, नाम तस्य पूर्वनिमित्त परनिमित्तकं किमपि भवेत्, परनिमित्तकं किमपि भवेत्, अतः तस्य पदस्य तत्र किमपि महत्त्वं नास्ति. यद्यपि पदस्य अधिकारः अस्ति, परन्तु हली च नो चेत् रो अत्र उपधायां च तत्र पदस्य किमपि महत्त्वं नास्ति, यतोहि तत्र परनिमित्तिकं किमपि लिखितमस्ति खलु, हली च इति अस्ति, हली च उभयत्र. तर्हि अत्र केवलम् उपधायां च इति सूत्रस्य इति विषयः अस्ति. अतः किं भवति, अतः किं भवति, कीर्त् मध्ये क्रीत् अस्ति, प्रथमं तु क्रीत् अस्ति, तत्र उपधायाश्च. पश्यतु, अत्र एकं सूत्रमस्ति उपधायाः च, अन्यसूत्रमस्ति उपधायां च, भ्रमः मा भवेत्. अत्र एक अस्ति षष्टिविभक्ति उपधायाः च, उपधायाः च इति सूत्रेण दीर्घरिकारः यत् अस्ति उपधा मध्ये, तस्य इत् भवति कित् इति भवति कित्. तदनन्तरम् उरण्ड्रपरः इति सूत्रेण कीर्त् इति भवति. तदनन्तरं पश्यतु, कीर्त् अस्ति, अत्र तकारः अन्ते अस्ति, हल् वर्णः अन्ते अस्ति, तस्मात् पूर्वं रेफः अस्ति, तस्मात् अपि पूर्वम् इक् अस्ति. अतः तत्र उपधायां च इति सूत्रेण इकारस्य स्थाने दीर्घ इकारः भवति, कीर्त् इति भवति. तर्हि पश्यतु, अत्र सर्वत्र णिच् प्रत्ययस्य णिच् प्रत्ययात् णिच् प्रत्ययस्य आगमनात् पूर्वमेव सर्वं कार्यं भवति. नाम क्रीत् आरभ्य कीर्त् पर्यन्तं प्रत्ययस्य आवश्यकता एव नास्ति, णिच् प्रत्ययस्य आवश्यकता एव नास्ति, प्रत्ययस्य निमित्तं नास्ति. अत्र प्रत्ययस्य विना एव क्रीत्तः कीर्त् इति भवति. इदानीं यदा णिच् प्रत्ययः आगच्छति, नूतनधातुः भवति कीर्ति, अतः कीर्तिधातुः भवति. तदनन्तरं तु वयं जानीमः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणं भवति, रूपं भवति, कीर्तयति कीर्तयते इति. तर्हि वस्तुतः कीर्ति इति पदं यत् अस्ति खलु भाषायां, प्रसिद्धि कीर्ति, तत्पदं क्रीत इति धातुतः आगच्छति इति अस्ति. तर्हि कीर्ति कीर्तयते इति भवति. सर्वे आगच्छन्ति वा? कथं भवति क्रीत् धातोः कार्यं कथं भवति, प्रश्नः अस्ति वा कस्यापि? कीर्ति इति दकार प्रथमतकार नास्ति वा महोदय? कीर्ति इत्यस्य तकारः एव अस्ति खलु, प्रथमतकार द्वितीय न प्रथमतकारः एव कीर्तय कीर्तयति कीर्तयते, प्रथमतकारः एव तत्र. अत्र तु चुरादिगणे चुरादिगणे कृत् धातुः इति तत्र विजि महोदय, भवत्याः प्रश्नः कः अस्ति? भवान् कीर्ति इति प्रसिद्धः इति वदति किल, भवती किं वदति? तत्र अपि प्रथमवर्णः एव, प्रथमदकारः एव एकनिमिषं, भवती किं वदति? द्वितीयवर्णः अस्ति वा? न न, कूर्ध अत्र तु कूर्ध इति न न, अहं कीर्त् कीर्त् पठामि, भवती कूर्द् अनन्तरे अस्ति। ओ ओ, कूर्द् इति जम्प्, तत् तद्भिन्नम् अस्ति, तद्भिन्नम्। ओके, सम्यक्, तर्हि कीर्तयति कीर्तयति। इदानीं विजया महोदय, तत्र कूर्द् अपि अस्ति खलु अग्रे, भवादिगणे तत् पठतु। तत्र कूर्द् कूर्द् भुवादौ क्रीडति नृत्यति, तत्र कुर्द इत्युक्ते कुर्द् इति उपदेश अजि अनुनासिके इति सूत्रेण कुर्द् इति भवति। अनन्तरं कुर्द् उपदायां च इति सूत्रेण कूर्द् इति दीर्घं भवति, ह्रस्व कूर्द् इति भवति। अनन्तरं कूर्द् योगः शप् अकारः एव तिष्ठति, अनन्तरं ते तिङ् प्रत्ययम्, अतः तत्र कूर्द ते इति निष्पन्नं, रूपं निष्पन्नं, तदैव कुर्द् कूर्द। अनन्तरं गुर्द गूर्द् इति तादृशमेव, तत्र उपदेश जानुनासिके इति सूत्रेण कूर्द् इति भवति। अनन्तरं शप् अनन्तरं ते योजनेन कूर्दते, अहं न जानामि उभयपदम् इति वा, कूर्दते कूर्देते, अनन्तरं गूर्दते गूर्देते इति रूपं निष्पन्नम् आत्मनेपदे। तर्हि भवादौ अपि उपधायां च इति सूत्रस्य कार्यं वयं द्रष्टुं शक्नुमः। तर्हि धातुः अस्ति कूर्द्, तस्य रूपं भवति कूर्दते, तत्र ह्रस्व उकारस्य दीर्घत्वम् उपधायां च इति सूत्रेण एव भवति। तत्रापि पश्यतु, शप्रत्ययात् आगमनात्, शप्रत्ययस्य आगमनात् पूर्वम् एव धातुः अस्ति कूर्द्, तस्य भवति कूर्द्, तस्य उपधाया अन्तिमवर्णः अस्ति दकारः, दकारात् पूर्वमस्ति रेफः, रेफात् पूर्वमस्ति उकारः, अतः कूर्द् इति भवति उपधायां चेत् सूत्रेण उकारस्य दीर्घत्वं भवति कूर्द्, तदनन्तरं शप् प्रत्यय आगत्य कूर्दते इति भवति, तथैव कूर्दते गूर्दते इति अस्ति। तर्हि न केवलम् अत्र अस्माभिः कीर्त् तु अस्ति, अस्माभिः चुरादिगणे पठितं, परन्तु भवादिगणे अपि तस्य कार्यं द्रष्टुं शक्नुमः। कुर्द् धातु कूर्दते, खुर्द् धातु कूर्दते, गुर्द् धातु गूर्दते इति भवति। अत्र प्रत्यय हल् हल् हलि च इति निमित्तं नास्ति वा? न, तदेव वदामि, उपधायां च इति सूत्रे स्वसूत्रस्य कृते प्रत्ययस्य प्रत्ययनिमित्तस्य आवश्यकता नास्ति, धातुमध्ये एव सर्वत्र भवति, सर्वं भवति। तर्हि मम एकः प्रश्नः अस्ति, कोऽपि जानाति वा? अहमपि न जानामि। तर्हि यदि निमित्तं नास्ति, तर्हि मूलधातु एव कूर्द इति किमर्थं न कृतम् इति कोऽपि जानाति वा? तत्र लौकिक अलौकिक इति पदमस्ति खलु जि, वेदमध्ये वा? अलौकिकपदम् अस्ति, लौकिकपदमस्ति। अतः एव महोदय तत्र धातुविज्ञाने वयं दत्तवन्तः अनैमित्तिककार्यम् इति दृष्टवन्तः, दत्तमासीत्, वयम् एकवारं पठितवन्तः, इदानीं स्मरामि। अनैमित्तिककार्याणि अत्र उपदायाञ्च इत्यस्य अपि अध्ययनम् अभवत् आसीत्, अनैमित्तिककार्याणि सः सः इति न जानामि किम्। महोदय किमपि वदतु, तत् किं भवति तत् कार्यं? न न, मम प्रश्नः अस्ति, यदि अनैमित्तिकरूपेण एव उकारस्य दीर्घत्वं भवति, तर्हि पाणिनीनां मूलधातुमध्ये एव दीर्घः उकारः किमर्थं न स्थापितम् इति प्रश्नः आसीत्। तर्हि प्रायः तस्य कारणमस्ति, वेदे तस्य प्रायः महत्त्वमस्ति, यथा त्रिपोरोलः अपि अस्ति खलु, त्रिपोरोलः मध्ये अपि ऋकारस्य स्थाने सर्वदा लकारः भवति इति अस्ति। तर्हि तत्रापि प्रश्नः आसीत् यत् तत्रापि पाणिनिना धातु मध्ये ऋकारः किमर्थं स्थापितं न तु साक्षात् लकारः? तस्य अर्थः आसीत् यत् वेदे तस्य ऋकारस्य महत्त्वम् आसीत्, परन्तु लौकिकभाषायां नास्ति। प्रायः तथैव अत्रापि लौकिकभाषायां सर्वत्र उकारस्य दीर्घत्वं भवति, कूर्द एव भवति, कुत्रापि कुर्द, घुर्द, गुर्द इति न भवति प्रायः। परन्तु वेदमध्ये यत्र प्रत्येक वर्णस्य प्रत्येकस्वरस्य किमपि महत्त्वम् अस्ति, अलौकिकभाषा नाम वेदभाषा, तत्र प्रायः तत्र ह्रस्व उकारस्य महत्त्वं भवेत्। अतः तादृशं स्थितिः पाणिनिना कृतं यत् उपदेशे ह्रस्व उकारः लिखितं, परन्तु लौकिकभाषायाम् उपधायां च इति सूत्रेण सर्वत्र दीर्घ उकारः कृतम् इति भवेत्, इति प्रायः तत् कारणं भवेत् इति अस्ति। परन्तु लौकिकभाषायाम् अस्माकं सामान्यभाषायां तत्र सर्वदा उपधायां च इति सूत्रेण कूर्द, खूर्द, गूर्द इति भवति। अतः एव प्रायः यदा मम विद्यालये यदा अहं बाल्यकाले तत्र धातु एव कूर्द आसीत् इति लिखितम्, तत्र कोऽपि धातु कूर्द इति न वदति, धातु एव कूर्द अस्ति इति लिखितं, परन्तु तदपि सम्यक् नास्ति, यतोहि उपदेशे धातु कूर्द अस्ति, तत्र उपधायाम् इति सूत्रेण कूर्द भवति। अस्तु, तदद्य एकमस्ति। सर्वे अवगच्छन्ति वा? अत्र कूर्द इति आत्मनेपदी एव, उभयपदी नास्ति। अस्तु महोदय, इदानीं तु महोदय किम् उक्तवान् नैमित्तिककार्यं, तस्मिन् विषये किञ्चित् विवरणं करोतु। अत्र उपधायां च इति प्रत्ययात् प्रत्ययस्य आगमनात् पूर्वमेव कार्यं भवति खलु। नाम प्रत्ययः कीदृशः अपि भवेत् दीर्घत्वं भवति एव। आम्, तर्हि मम आसीत् यत् प्रत्ययस्य आवश्यकता नास्ति दीर्घत्वस्य कृते, तर्हि धातु मध्ये एव दीर्घ उकारः किमर्थं न स्थापितम् उपदेशे एव? अस्तु अस्तु, तद् अस्ति अनैमित्तिकं कार्यम्। अनैमित्तिकं कार्यं यत् यत् नाम यस्य कृते निमित्तस्य आवश्यकता नास्ति। अस्तु अस्तु, तर्हि अग्रे गच्छामः। चतुर्थबिन्दुः न्यपादयः मित् न्यपादयः मितः इति। तर्हि अग्रे मदर महोदय पठतु। आं महोदय, न्यपादयः मितः सामान्यतया अत उपादायाः इति सूत्रेण उपादायाम् अत् ह्रस्व अकारः अस्ति चेत् तस्य वृद्धिः भवति, अकारस्य स्थाने आकारः निति निति प्रत्यये परे। परन्तु एकः अन्तगणः वर्तते यस्य नाम अस्ति मित्। चुरादिगणे षट् मित् धातवः सन्ति, तेषाम् उपादायाम् अत उपादायाः इति सूत्रेण अतः ह्रस्व अकारस्य वृद्धिः तु भवति, परन्तु पुनः मिता ह्रस्व इति सूत्रेण उपादायां स्थितः आकारः ह्रस्व भवति। किं लिखितं किं लिखितम्? सामान्यतया अत उपादायाः इति सूत्रेण उपादायाम् अकारः अस्ति चेत् तत् वृद्धिः भवति निति निति प्रत्यये परे। परन्तु एकः गणः अस्ति मित् इति, तस्मिन् गणे पुनः ह्रस्व दीर्घः पुनः ह्रस्व भवति इति उक्तं, मितां ह्रस्वः इति सूत्रेण। तर्हि अत्र पश्यतु, एकनिमिषः, तर्हि मित् किमपि, तर्हि अत उपधाय एकं सूत्रमस्ति वयं जानीमः, येन उपधा मध्ये स्थितः ह्रस्व आकारस्य वृद्धिः भूत्वा दीर्घ आकारः भवति नित् प्रत्ययः परे, नाम अत्र निच् प्रत्ययः अस्ति अतः तु उपधाया कार्यं भवति, परन्तु तत्र किमस्ति, तत्र एकम् अन्तर्गणः भवति, एकः अन्तर्गणः भवति चुरादिगणे, तस्य नाम अस्ति मित्, तर्हि मित् यदि धातुः मित् अन्तर्गणे अस्ति तर्हि अत उपधाया इति सूत्रेण यत् ह्रस्व अकारस्य दीर्घत्वं भूत्वा आकारः भवति तस्य पुनः ह्रस्व भवति, मितां ह्रस्वः इति सूत्रेण पुनः तस्य ह्रस्वत्वं भवति, नाम अत उपधाया इति सूत्रेण दीर्घत्वं भवति, मितां ह्रस्वः इति सूत्रेण पुनः ह्रस्वत्वं भवति, अतः फलित किमपि परिवर्तनं न भवति इति। तस्य अपवादसूत्रं वा महोदय? अपवाद न, तत्र तत्र उभयोः कार्यं भवितुं शक्नोति खलु, नाम अत उपधायः इति सूत्रेण दीर्घत्वं भवति, मितां ह्रस्व इति सूत्रेण पुनः ह्रस्वत्वं भवति। जि एकः उदाहरणरूपेण स्वीकुर्वः चेत् तत्र पट् इति धातुः निच् प्रत्ययम् आगच्छति चेत् पाठयति इति आगच्छति, अनन्तरं मितां ह्रस्वः इति सूत्रेण ह्रस्वं भूत्वा किं रूपं भविष्यति? न न, पट् धातु, पट् धातु मित् अन्तर्गणे नास्ति एव, मित् धातुः षड् धातु अग्रे अस्ति, सर्वे धातवः मित् अन्तर्गणे न सन्ति, अतः पट् मित् अन्तर्गणे नास्ति, तत्र पाठयति एव भवति, परन्तु अग्रे वयं पठामः। मल्लर् महोदय, मितां ह्रस्व इति सूत्रं पठतु। मितां ह्रस्वः मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति नित् निच् प्रत्यये परे, मित् मित् कश्चन अन्तर्गणः, वादिगणे गडादयः उपगणः मित् अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपायपादयः षट् धातवः मित् अन्तर्गणे सन्ति, मितां षष्ट्यन्तं ह्रस्व प्रथमान्तं द्विपदम् इदं सूत्रम् ऊदुपदाया गोः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः, दोषो नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, मितां अङ्गानाम् उपधायाः ह्रस्वः नौ। किं लिखितं, किं लिखितम्? अङ्गं यदि मित् अस्ति चेत् तस्य उपधायाः ह्रस्वः भवति निति प्रत्यये निच् प्रत्यये परे इति उक्तम्। तर्हि मित् किमपि अन्तर्गणः अस्ति, म्यूट् करोतु महोदय। तर्हि मित् अन्तर्गणः अस्ति, तत्र मित् अन्तर्गणे भवादिगणस्य केचन धातवः सन्ति घटादयः, चुरादिगणस्य केचन धातवः सन्ति न्यपादयः, तर्हि मित् एकम् अन्तर्गणः अस्ति धातूनां, मित् अन्तर्गणे केचन धातवः भवादिगणीयः सन्ति घटादयः, केचन धातवः चुरादिगणीयः सन्ति न्यपादयः, तर्हि अस्तु मित् अन्तर्गणे यत् कोऽपि यः कोऽपि धातुः अस्ति यदि तस्य अनन्तरं निच् प्रत्ययः अस्ति, नौ इति लिखितमस्ति खलु, निच् प्रत्ययः अस्ति चेत् तस्य उपधायाः स्थितवर्णस्य ह्रस्वत्वं भवति, उपधायास्थितस्य वर्णस्य ह्रस्वत्वं भवति इति। तर्हि विजि महोदय पृच्छति खलु, अत्र अत उपधायः इति सूत्रस्य अपवादः इति अस्ति वा? तर्हि एकदृष्ट्या अपवादः एव अस्ति, यतोहि यदि मितामङ्गानाम् उपधायः ह्रस्वः णौ इति सूत्रमस्ति तद्वदति यत् णिच् प्रत्ययः परे अस्ति चेत् मित् अन्तर्गणस्य धातोः उपधामध्ये स्थितवर्णस्य ह्रस्वत्वं भवति, परन्तु अत उपधाया इति सूत्रं किं वदति यत् णिच् प्रत्ययः परे अस्ति चेत् अङ्गस्य उपधायां स्थितस्य अकारस्य दीर्घत्वं भवति, तर्हि यदि सर्व तर्हि अत उपधाया इति सूत्रस्य कार्यं यत्र यत्र यत्र मितां अङ्गानाम् उपधायां ह्रस्वणौ इति सूत्रस्य कार्यं भवति तत्र तत्र अतः उपधाया इति सूत्रस्यापि कार्यं भवितुं शक्नोति। उभयत्र निमित्तं णिच् नाम यदि णिच् प्रत्ययः अस्ति, णिच् प्रत्ययस्य पूर्वं यदि धातुः अस्ति तत्र धातुः मित् अस्ति, तस्य मित् मध्ये अकारः अस्ति, तस्य मितां ह्रस्व इति सूत्रमपि कार्यं कर्तुं शक्नोति, अत उपधाया इति सूत्रमपि कार्यं कर्तुं शक्नोति। किन्तु मितां ह्रस्व इति सूत्रं तत्र एव कार्यं कर्तुं शक्नोति किल? आम्, अतः यदि अत उपधाया अत उपधाया इति सूत्रं तस्य कार्यक्षेत्रं बृहत् अस्ति, तत्तु कोऽपि धातुः अस्ति यस्य उपधायां ह्रस्वैकारः अस्ति, तत्र णिच् प्रत्ययपरे अस्ति चेत् तस्य दीर्घं करोति। परन्तु मितां ह्रस्वः इति किं वदति, यत् णिच् प्रत्ययपरे अस्ति चेत् मित् इति अन्तर्गणधातु कृते तत्र ह्रस्वत्वं भवति, तर्हि तस्य कार्यक्षेत्रं लघु अस्ति, अपि च अत उपधाया इति सूत्रस्य कार्यक्षेत्रस्य अनन्तरम् अन्ते अस्ति, अन्तरे मध्ये अस्ति, अतः अपवादत्वेन मितां ह्रस्व इति कार्यं करोति। अन्यथा यदि मितां ह्रस्व यत्र यत्र कार्यं करोति तत्र तत्र यदि अत उपधाया यदि कार्यं कृत्वा दीर्घत्वं करोति तर्हि मितां ह्रस्वः इति सूत्रस्य प्रसक्तिः एव न भवति, तर्हि अपवादत्वेन अपि भवितुं वदितुं शक्नुमः यत् ह्रस्वत्वम् एव भवति इति। जि तत्र उदाहरणमस्ति जप् इति अस्ति चेत् तत्र अर्थः उपधायाः इति सूत्रेण ज्ञाप् इति आगच्छति, ज्ञाप् इति ज्ञाप् इति आगच्छति, अनन्तरं मितां ह्रस्वः इति कुर्मः चेत् तत्र ह्रस्वः भवति, ह्रस्व आदेशः भवति, अतः ज्ञप् इति भवति, अनन्तरं सनन्दीयं धातोः ज्ञापयति इति तदेव अस्ति यत् प्रथमम् अत उपधाया करोतु तदनन्तरं पुनः मितां ह्रस्व इति सूत्रेण ह्रस्वत्वं करोतु। परन्तु कोऽपि वक्तुं शक्नोति यत् मितां ह्रस्व इति सूत्रेण ह्रस्वत्वं करोतु तदनन्तरम् अत उपधाया इति सूत्रेण दीर्घत्वं करोतु, नाम अन्तिमरूपम् आकारः भवति वा अकारः भवति वा इति किम् अस्ति, तर्हि अपवादत्वेन मितां ह्रस्व इति विशेषसूत्रमस्ति अतः ह्रस्वत्वम् एव भवति इति इति अस्ति। आं जि धन्यवादः। नाम तादृशं चिन्तनमपि समीचीनम् अस्ति यत् यत् प्रथमम् अत उपधायकसूत्रेण दीर्घत्वं करोतु तदनन्तरं मितां ह्रस्व इति सूत्रेण ह्रस्वत्वं करोतु, नो चेत् मितां ह्रस्वः अपवादसूत्रम् इति मत्वा किमपि कार्यं न भवति एव, ह्रस्वत्वम् एव भवति इति अपि वयं चिन्तयितुं शक्नुमः। किमपि करोतु अन्तिमफलमस्ति अन्तिम अकारः एव ह्रस्वत्वमेव भवति। कथं सीक्वेन्शियल् कर्तुं शक्नुमः? तत्र तु वयं पश्यामः बलाबलं चिन्ता पश्यामः चेत् तत्र प्रायः वक्तुं शक्नुमः अत उपधायाः तु नित्यमस्ति, किन्तु मितां ह्रस्वः अपि नित्यमस्ति, सो अत्र क्लाश् अस्ति, यु कान्ट् डू देम सीक्वेन्शियलि खलु? तत्र क्लाश् अस्ति, विप्रतिषेधं कार्यं करोति। एकनिमिषः, तत्र क्लाश् वन् केन् आल्सो थिङ्क् दट् देर् इस् नो क्लाश्, यत् प्रथमम् अत उपधाया इति सूत्रेण दीर्घत्वं करोतु तदनन्तरं मितां ह्रस्व इति सूत्रेण ह्रस्वत्वं करोतु। रिवर्स् अपि कर्तुं शक्नुमः खलु? तदेव अहं वदामि, रिवर्स् कोऽपि चिन्तयितुं शक्नोति यत् रिवर्स् करोतु, अतः अपवादत्वेन मितां ह्रस्व एव करणीयम्। So that's what I'm saying, you can't, there is no question of doing either one first and then the next one, because there is a, you have to choose either or, and then apavadatvena eva, not viprati shede parasutra, tattu karyam na karoti atra. Satyam. Adha, aam, mama chintanena apavadatvena mitam rasvatvena eva, तत्र ह्रस्वत्वं भवति उपधायां च इति, तत्र अत उपधाया इति तत्र वस्तुतः तत्र तस्य प्रसक्तिः एव, तत्र तस्य विवरणस्य आवश्यकता एव नास्ति। अन्यत्र लब्धावकाशः अस्ति चेदेव भवति विप्रतिषेधपद अन्यत्र लब्धावकाशः अस्ति चेदेव विप्रतिषेधपरं कार्यम् इति अत्र अन्यत्र लब्धावकाशः नास्ति खलु अत्र अत्र उपधायाः कार्यं कर्तुं शक्नोति यत्र ण्यप् अस्ति किन्तु मित् अस्ति चेत् तत्र अत् उपधायाः तु तस्य कार्यमेव न भवति खलु तत्र अत् उपधा नास्ति आं सत्यं तत्र मितामरस्य एव कार्यं करोति अत्र तु प्रश्नः एव नास्ति खलु जि तत्र बलाबलं किमर्थम् आगच्छति तत्र सपादि एतत् सर्वं सपाद्यम् अस्ति खलु सपाद्यमेव बलाबलमस्ति सपाद्यमेव बलाबलस्य मुख्यविषयमस्ति खलु अस्ति जि परन्तु तत्र अतः उपादायाः पूर्वं भवति अनन्तरं मितां ह्रस्वः इति ह्रस्व आदेशः भवति अस्तु तादृशमेव तत्र क्रमः अस्ति तादृशमेव तत्र क्रमः सपाद्यां कीदृशः कोऽपि क्रमः नास्ति त्रिपाद्यां क्रमः अस्ति सपाद्यां सूत्रसङ्ख्या दृष्ट्वा कोऽपि क्रमः नास्ति परन्तु भवत्याः प्रश्नस्य कृते मम विपरीतप्रश्नः अस्ति प्रथमं मितां ह्रस्वः करोतु तदनन्तरम् अतोपधया करोतु तथा कुर्मः चेत् अन्तिमरूपं दीर्घत्वं भवति खलु तत्तु समीचीनं नास्ति एतत् सर्वं पाणिना कृतं जि आं तर्हि तर्हि अत्र अपवादत्वेन मितां ह्रस्व अत्र पाणिनिना लिखितमस्ति खलु मितां ह्रस्वः तेन विशेषसूत्रं कृतं यत् मितधातूनां कृते ह्रस्वः अतः सूत्रं विशेषः अस्ति अतः अपवादत्वेन तस्य एव कार्यं भवति ह्रस्वत्वम् एव करणीयं न तु दीर्घत्वं महोदय स्माल् क्वश्चन् अतोपदायाम् इति उपदाय इति सूत्रेण वृद्धि भवेत् किल ह्रस्व अस्ति वृद्धि भवति मितां ह्रस्व इति सूत्रेण ह्रस्व एव अत्र तिष्ठति किल देन् वाट् इस् द क्वश्चिन् ऐ मीन् यू केन् मितां ह्रस्व कार्यं न करोति यावत् अत उपादाय कार्यं करोति अत उपादाय कार्य अनन्तरमेव मितारस्वस्य कार्यं प्रसक्तिः भवति तर्हि अत उपादाय वदति अकारस्य आकारः अकारस्य वृद्धि आकारः अस्ति खलु आम् महोदय आकारस्य तदनन्तरं मितामरस्य वदति ह्रस्व भवतु इति मिता अतः आहत्य मितां ह्रस्वः इति एव सूत्रं कार्यं कृत्वा वदति यत् ह्रस्वत्वम् एव भवेत् इति तदर्थं कार्यं तु नास्ति किल फलितरूपेण कार्यं किमपि नास्ति मित् मित् गणे सर्वे दातवः ह्रस्व आकारः अस्ति अतः अत उपादायानन्तरमेव भवति सर्वे नास्ति महोदय अत्र चिय अपि अस्ति एकः धातुः अस्ति चिय तत्र अत उपधाया कार्यमेव न भवति आमाम् अस्तु आमाम् एकमस्ति अस्तु तर्हि अग्रे रघुपतिमहोदय भवानेव पठतु ण्यप धातुः अस्ति खलु ण्यप् एकवारं महोदय ण्यप् ण्यप् ण्यपयोग ण्यपयोग णिच् इदानीं ण्यपयोग इ अस्ति अत उपादाय इत्यनेन उपादायाम् अतः वृद्धिः निति प्रत्यये परे इदानीं ज्ञाप् ज्ञाप् योग इ ज्ञापीति इति ज्ञापीति भवति धातु ज्ञापि मितरस्वः इत्यनेन मितां ह्रस्वः इत्यनेन उपादायः ह्रस्वः निचि ह्रस्वः इदानीं नूतन निच् धातुः अस्ति ज्ञापि ज्ञपि इति भवति ज्ञपि योग शप् इदानीं ज्ञपै इदानीं शप् निमित्तीकृत्य गुणः शपे अनन्तरं यचो यवायाभ यान्तवन्तसन्धिः ज्ञापयति ज्ञापयते इति रूपं तर्हि अत्रापि अत्रापि अहं चिन्तयामि यत् अत्र लिखितमस्ति अत उपधाया इति सूत्रेण प्रथमं दीर्घदनन्तरं मितां ह्रस्व इति ह्रस्व परन्तु केवलं मितां ह्रस्व इति सूत्रस्य कार्येणैव अपवादत्वेन ण्यप तस्य ण्यप एव तिष्ठति ज्ञापि न भवति तथापि कर्तुं चिन्तयितुं शक्नुमः तत्र अत उपधाया इति सूत्रस्य विवरणस्य आवश्यकता एव नास्ति इति अहं चिन्तयामि परन्तु यत्किमपि भवेत् अत्र मितां ह्रस्वः इति सूत्रस्य महत्त्वम् अस्ति तस्य सर्वाधिकं बलम् अस्ति यतोहि तत् विशेषसूत्रमस्ति अतः तत्र उपधायां ह्रस्वस्वरः एव भवति न तु दीर्घस्वरः इति ण्यपयति ण्यपयते इति भवति न तु ज्ञापयति ज्ञापयते यथा अस्माभिः दृष्टं खलु किमस्ति कोऽपि अन्यसूत्रं यथा पठ् अस्ति पठ् योगः णिच् पाठयति इति भवति खलु परन्तु अत्र ण्यप् योगः ण्यपयति एव भवति न तु ज्ञापयति इति मितां ह्रस्व अस्तु अग्रे अस्तु एतत् ज्ञापयति इति भिन्न अस्ति खलु एतत् भिन्नम् अस्ति ज्ञा इति धातु नास्ति ज्ञप् इति न न ण्यप् अस्तु अस्तु अस्तु अस्तु षड् धातवः ज्ञप यम चह रह बल कीन् इति ज्ञप ज्ञानजापन अस्तु मारणतोषणे सूचयति जयति मारयति प्रसन्नः भवति ज्ञप जपयति इदानीं यम यम इति इदानीं नियमयति अतः अत्रापि यम योग ई यामि इदानीं किमस्ति मिताम्रस्वैतनेन यमी भवति यमया यमयति यमयते चः परिकल्पने अत्र चः योगी चाहि इति भवति प्रथमम् अतौपदायः इत्यनेन अनन्तरं मितां ह्रस्वः इत्यनेन चहि चहय इदानीं रूपं भवति शपिपरे चहय चहयति चहयते इति इदानीं रः त्यागे त्यजयति जहाति इत्यर्थे रः योग ई राहि इति अतौपदाय इत्यनेन अनन्तरं मितां ह्रस्व इत्यनेन रहि इदानीं शपनिमित्तीकृत रहे यचो यावयावः अनन्तरं रहयति रहते बल् धातु अस्ति बलयोग ई णिच् प्रत्यय बालि इति रूपं बालि इदानीम् अतौपदायाः इदानीं तस्य अपवदत्वेन मितां ह्रस्व इत्यनेन बलि इति भवति अनन्तरं शप् प्रत्ययनिमित्तीकृत बले बलय इदानीं बलयति बलयते तथैव अत्र नु ची इति धातु अस्ति अस्तु अत्र ञकारस्य लोप् ची इति नकारस्य लोपः वा ची ची योग इ केन सूत्रेण हलन्त्यम् अस्तु अस्तु हले अस्ति अस्तु हलन्त्यं सूत्रेण अस्तु अस्तु ची योग इ अचोर्णिति इत्यनेन चै इति भवति चायि इति इति निजन्तधातुः अस्ति चायि मिताम्रस्वः इत्यनेन चयि चये चययति चययते इति रूपम् अन्तिमरूपम् अस्तु सर्वे अवगच्छन्ति वा तर्हि अत्र पश्यतु चिय मध्ये किमपि भिन्नम् अस्ति अत्र प्रथमं तु ञकारस्य लोपः भवति हलन्त्यं ची योगः ई ची योगः ई इति प्रथमम् अचोण्णिति इति सूत्रमस्ति खलु अचोण्णिति अचोण्णिति इति सूत्रं किं वदति वृद्धिः भवति इकारस्य वृद्धिः भवति चै योगः ई चै तत्र एकयवायावः इति योगेन चाय योगः ई इदानीं पश्यतु धातुः अस्ति चाय खलु चाय तत्र मित अन्तर्गणधातुः अस्ति अतः उपधा मध्ये ह्रस्वत्वं भवेत् तर्हि चाय इति धातुः अस्ति तत्र चाय इति धातुः अस्ति तत्र अन्तिमवर्णः अस्ति यकारः उपधा मध्ये अस्ति आकारः अतः मितां ह्रस्व इति सूत्रेण आकारस्य ह्रस्वत्वं भवति चये भवति न तु चाय अतः न तु चायि न भवति अपि तु चयि भवति ते रूपं भवति चयते चयति न तु चायति चायते इति आगच्छति वा तस्मात् वयं जानीमः अधुना प्रथमतया अचोनिजित इति सर्वं स्वार्थे अस्ति अत्र किमपि क्लाश् नास्ति अचोनिति कार्यं करोति अनन्तरं मितामरसः कार्यं करोति कर्तुं शक्नोति अस्तु तर्हि एतादृशं सर्वम् अस्ति महोदय एकं स्पष्टी कर्तुम् इच्छामि ज्ञप् ज्ञपति भवति खलु महोदय कदाचित् जप् उक्तवान् न ज्ञापयति इति तद् तत् भिन्ना अस्ति ज्ञा धातु अस्ति न अत्र ज्ञापयति एव अस्ति जकारः किमर्थं भिन्ना अस्तु इदानीम् अग्रे गच्छामः इति अस्ति इदानीम् अग्रे कार्यमस्ति पदव्यवस्था तर्हि अस्माभिः पठितं यत् सामान्यतया चुरादिगणे उभयपदी रूपं भवति धातु उभयपदी भवति परन्तु कुत्रचित् केवलम् आत्मनेपदी धातु भवति तत्र तत्र विशेषकार्यमस्ति पदव्यवस्था इति तर्हि सुमन् महोदय पठतु सामान्यतया पदव्यवस्था इदानीं श्रूयते अस्तु पञ्चमबिन्दुः अस्ति पदव्यवस्था सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति निच्च सूत्रेण शेषात् कर्तरि परस्मैपदम् इति सूत्रद्वयेन अस्तु परन्तु चुरादौ अपवाद भूत अन्तर्गणद्वयं वर्तते यत्र धातवः आत्मनेपदिनः सन्ति अत्र अस्ति आत्मनेपदिनः नो चेत् आकुस्मीयाः तत्र नवत्रिंशत् धातवः सन्ति नवत्रिंशत् नित्य आत्मनेपदिनः धातवः सन्ति एषु प्रायः न कोऽपि धातु प्रसिद्धः लोके अस्तु उदाहरणानि सन्ति यु यावयते भवति निन्दा करोति चित् चेतयते चिन्तनं करोति गन्धयते दुःखं प्राप्यति मारयति कुस्म्यते अयोग्य रूपेण कुत्सितरूपेण हसति अस्तु अत्र किमपि नास्ति किमपि नास्ति केवलमस्ति यत् अत्र यद्यपि चुरादिगणे धातवः सन्ति तथापि तत्र केवलम् आत्मनेपदीरूपं भवति यतोहि ते सर्वे आकुस्म आकुस्मीयाः सन्ति आकुस्म अन्तर्गणे आगच्छन्ति इति अग्रे आकुस्म इत्युक्ते गण किमपि गण अस्ति एकम् अन्तर्गणम् इदानीं द्वितीयगण अस्ति आगर्वात् आत्मनेपदिनः तत्र दश अदन्तवर्गीयाः नित्य आत्मनेपदिनः धातवः सन्ति. इमे धातवः अदन्ताः नाम तस्मिन् समूहे सन्ति यस्मिन् धातोः अन्ते अननुनासिकः अत् अतो लोप अतो लोप लोपः इत्यनेन अतः लोपः अचः परस्मिन् पूर्वविधौ इति परिभाषया पूर्वविधिः न भवति यस्मात् यस्मात् अत उपधायाः पुगन्तलघुपदस्य च अनयोः अवकाशः न भवति. यथा कथधातुः अस्ति तथैव अत्रापि अदन्तधातुः अस्ति, परन्तु भेदः केवलम् अस्ति यत् अत्र आत्मनेपदी अस्ति, कथ तत्तु उभयपदी अस्ति. तर्हि अत्र प्रक्रियां किमपि भेदः नास्ति, कोऽपि भेदः नास्ति, केवलं रूपं केवलम् आत्मनेपदी इति भवति, धातुः केवलम् आत्मनेपदी अस्ति इति. अस्तु, सर्वे अदन्त धातवः. आम् अस्तु, पदगतौ पद् पद्य पदयते यथा कथ कथयति कथयते भवति, तथैव पद पदयते भवति, परन्तु पदयति न भवति, केवलम् आत्मनेपदी. अस्तु, किन्तु अत्र पद् किमर्थं भवति? लोपः भवति. यतोहि तत्र इकार आदेश भवति, अनन्तरं पद् पदी भवति, पदी तत्र गुण भवति, पदे पदय भवति, पदयते भवति. रघुपति महोदय किं वदति? केन सूत्रेण एत् अकस्मिया अपि च आगर्वादीन आत्मनेपदिनः सूत्रम् अस्ति? सूत्रं नास्ति, प्रायः लिखितं नास्ति, प्रायः सूत्रं नास्ति. तत्र दृश्यते एव खलु? न, परन्तु सूत्रं किमपि नास्ति, अतः चिन्तयामि. न, लोके दृश्यते, अतः इदानीं तस्य कृते सूत्रं नास्ति. वार्तिकम् अथवा भाष्यं किमपि भवेत्, अतः एव तत्र अन्तर्गणे कृतमस्ति. कुह विस्मापने, विस्मापने इत्युक्ते किं महोदय? पश्यामि. अस्तु, तत् कुह् भवति, कुहयते भवति. मृग अन्वेषणे मृगयते. गृहग्रहणे गृहयते. वीर विक्रान्तौ वीर भवति, वीरयते भवति. शूर शूर क्षम्यतां, शूर विक्रान्तौ शूर शूरयते. स्थूल परिं ब्रहणे स्थूल स्थूलयते. सत्र सन्तान क्रियायां सत्र भवति, सत्रयते. अर्थ याचने अर्थ अर्थयते. गर्व माने गर्व गर्वयते. तर्हि अत्र विस्मापनम् इत्युक्ते महोदय इल्यूजन् अथवा नो चेत् डिसीट् करणम्. अस्तु, तर्हि अत्र सर्वत्र पश्यतु, यत्र कथा इव कार्यं भवति, लोपः अच पूर्वस्मिन् उपरस्मिन् पूर्वविधौ, परन्तु कथयति कथयते उभयपदी अस्ति, अत्र केवलम् आत्मनेपदी अस्ति. अस्तु, अग्रे द्वयोः गणयोः अपि धातवः नित्य आत्मनेपदिनः. भेदः अयं यत् आकुस्माद् आत्मनेपदी धातुषु यत्र यत्र उपधायां लघु इक् वा लघु अकारः अत् अस्ति तत्र तत्र यथा सामान्यं गुणः वृद्धिः वा भवति एव. किन्तु आगर्वाद् आत्मनेपदिनः यतः अदन्तधातवः अतः तत्र उपधायां लघु इक् वा लघु अकारः अस्ति चेदपि अचः परस्मिन् पूर्वविधौ इत्यनेन गुणः वृद्धि च न भवतः. तर्हि तदेव अस्ति, अत्र आकुष्मधातवः सन्ति, तत्र अदन्तः नास्ति, ते उकारान्त सन्ति, नो चेत् इदन्त इदुपधा सन्ति इति किमपि अस्ति. तत्र तु सामान्यतया वयं पुगन्तलघुपदस्य च अथवा अचोन्निपि अथवा इति सूत्रेण किमपि कार्यं सामान्यतया भवति. चित् अस्ति तत्र गुण भवति चेत् भवति तत्र यावयते भवति अचोन्निति इति सूत्रम्. परन्तु आगर्व इति धातवः सन्ति, ते सर्वे अदन्ताः सन्ति. तर्हि तत्र अच परस्मिन् पूर्वविधौ इति सूत्रेण तत्र उपधा मध्ये अकारः किमपि भूत्वा तत्र वृद्धिकार्यम् इति न भवति. तर्हि तत्र एकस्मिन् पक्षे आकुष्म इति वर्गे गुण अथवा वृद्धिकार्यं भवति, आगर्व इति वर्गे किमपि वृद्धिकार्यं न भवति. परन्तु एतत् सर्वं किमपि नूतनं नास्ति, सर्वं तु अस्माभिः पूर्वमेव पठितं. अत्र तु गुणवृद्धिः भवितुमेव न शक्नोति खलु, न वृद्धिः भवितुं शक्नोति खलु. अच्छा पूर्वस्मिन् परस्मिन् पूर्ववेद इति सूत्रं नास्ति चेत् पद् भवति, इदानीं पादयते इति किमपि भवितुं शक्नोति खलु लोपस्य अनन्तरं. परन्तु अचमस्मिन् पूर्वविधौ इति सूत्रेण न भवति. किं जि तत्र आकुष्मियाः इत्युक्ते अर्थः तत्र किम् अस्ति चेत् अर्थ विस्तारमस्ति. आकुष्मियाः इत्युक्ते अर्थः विस्तारमस्ति. इत्युक्ते किम्? विस्ताररूपेण अधः भवति इति विकिपीडिया मध्ये अस्ति. वाटर् जलं पातयति पतति विस्ताररूपेण इति अर्थं वा? आम् आं भगिनि. कस्य अर्थं भवति पद आकुष्मियाः इत्युक्ते तत्र विकिपीडिया मध्ये आकुष्मियाः अर्थं किम् इत्युक्ते विस्तारम् इति अस्ति. विस्तारम् इत्युक्ते विस्ताररूपेण अधः अस्ति इति. अस्तु वयम् अचः परस्मिन् पूर्वविधौ सूत्रं तत्र किं भवति क्षम्यताम् अहं तु कक्षाद्वयं वा त्रयं न आगतवती, तत्र किं भवति इति कृपया वदतु. ध्वनिमुद्रणे अस्ति, एकवारं वदामि पुनः. तत्र अचः पूर्व परस्मिन् पूर्वविधौ किं वदति यत् अचः स्थाने यत् किमपि कार्यं भवति, यत् आदेशः भवति, सः आदेशः पूर्वस्थितविधिकृते सः आदेशः स्थानिवत् एव भवति. नाम अत्र पद अस्ति, तत्र अतो लोपः इति सूत्रेण अकारस्य स्थाने लोपः भवति. नाम अत्र स्थानी अकारः अस्ति, आदेशः लोपः अस्ति, परन्तु यत् पूर्वकार्यमस्ति अतो उपधायाः, अतो उपधायः इति कार्यं पूर्वकार्यमस्ति. पूर्वकार्यम् इत्युक्ते लोकेशन् मध्ये पूर्व तत्र उपधा मध्ये कार्यं करोति अतो लोपः अन्तिमवर्णे कार्यं करोति तर्हि अतो उपधाया तस्य कार्यस्य स्थानं पूर्वस्थानमस्ति खलु धातुमध्ये तर्हि अत उपधाया इति कृते अचः अतो लोपः इति सूत्रेण यत् अकारस्य स्थाने लोपः भवति तद् लोपः अकारवत् एव भवति आदेशः स्थानिवत् एव भवति नाम तत् अत उपधाया इति सूत्रम् अकारस्य लोपः भवति इति पश्यति एव न सः अकारः अस्ति एव पश्यति अतः अकारः अस्ति एतदेव पश्यति चेत् उपधा मध्ये किं वर्णः कः वर्णः अस्ति दकारः अतः अत उपधाया इति सूत्रस्य प्रसक्तिः एव न ओ तत् लोपः न पश्यति दकार एव भवति उपधायाम् उपधाया अतः अत उपधाया इति सूत्रं प्रसक्ति एव न अस्तु अहं ध्वनिमुद्राणि श्रोष्यामि इदानीं तु न कृतवती अस्तु तर्हि ये धातवः आकुस्मीयः अपि अगर्वात् आत्मनेपदिनः न सन्ति ते सर्वे निचश्च इति सूत्रेण उभयपदी एव भवति यथा चोरयति चोरयति अस्तु तत्तु अस्ति तत्तु सामान्यकार्यम् अस्तु अग्रे गच्छामः इदानीं कोऽपि अस्ति वा न विधि महोदय वैकल्पिकाः निजन्धातवः 149 धातवः इमे धातवः वैकल्पिकाः निजन्धातवः अतः धातुः प्लस् निच् योगः शप् शुरादिगणे वा धातुः योगः केवलं शप् भ्वादिगणे इव नाम धातुचुरादिगणे एव अस्ति धातुचुरादिगणीय एव अस्ति परन्तु चुरादिगणीय धातु अस्ति चेदपि एकस्मिन् पक्षे णिच् आगच्छति एकस्मिन् पक्षे णिच् नागच्छति यत्र णिच् नागच्छति तत्र भवादिगणीयवत् कार्यं भवति इति धातु तु चुरादिगणे एव किन्तु कार्यं भुवादिगणे एव कार्यं करोति सर्वत्र इति दृश्यते इति दृश्यते ओके अग्रे महोदय यथा युज् योगः णिच् योगः शप् योजय योजयति योजयति युज् योगः अत्र किं सूत्रम् आगतु मरणं युज् योगः उपधाया पुगन्धलघुपदस्य अथोनीनि च इति सूत्रं न पुगन्तलघुपदस्य च इति सूत्रेण योज् भवति योजि इति तदनन्तरम् ई णिचि प्रत्ययस्य णकारचकारलोपः भवति ई एव अवशिष्यते योजी भवति तदनन्तरं शप् आगत्य शप् मध्ये तु अकारः एव अवशिष्यते योजयत् योजय आ इति एचोयावः इति सूत्रेण योज योजयति योजयते इति महोदय विकल्पेन आगच्छति किल युज् योगः णिच् प्रथमतया तदनन्तरं वा युज् योगः शप् भुवादिगणीय एव कार्यं करोति इति वा महोदय आम् तर्हि यद्यपि युज् चुरादिगणीय अस्ति परन्तु एकस्मिन् णिच् प्रत्ययस्य आगमनं विकल्पेन भवति एकस्मिन् पक्षे णिच् आगच्छति अतः रूपं भवति योजयति योजयते एकस्मिन् पक्षे णिच् नागच्छति अतः रूपं भवति योजति योजयति ओके युच्छवादिगणे इव अस्ति चेत् अत्र तु निजन्तं नास्ति किल नास्ति युज् योगः शप् योग योज योजयि यो योजति शप् इत्यनेन योजति एव यदा कदापि न तत्र युज् इति अत्र निच्पत्य न योजनीयम् इति अपवादसूत्रमस्ति वा सत्यापपाशव्यं चुलदिभ्यो डिक् इति वयं दृष्टवन्तः पुनः अत्र कृते प्रायः सूत्रं नास्ति परन्तु अस्ति यत् केषाञ्चित् धातूनां कृते विकल्पेन भवति अग्रे पठतु यदा कदापि यदा कदापि कर्तरि सार्वधातुके परे विशिष्ट विकर्णप्रत्ययः न उक्तः तदा सप् इति विकर्णप्रत्ययः भवति एव सप् तु सामान्यम् एते वैकल्पिकाः निजन्तदातवः पाणिनिना भुवादिगणस्य धातुपाठे न उक्ताः किञ्च मातृभिः उच्यते यत् भुवादिगणे भवन्तु यतोहि येषां कृते किमपि विशिष्ट विधायकसूत्रं न उपेक्षितं यथा भुवादिगणे कर्तरि शप् इत्यनेन शप् विहितः तथैव अत्रापि न कोऽपि भेदः अपरेषु स्थलेषु अस्माभिः दृष्टं यत् कश्चन धातुः कस्मिंश्चित् धातुगणे नास्ति चेदपि तस्य गणस्य विकर्णप्रत्ययः विधीयते विशिष्टसूत्रेण अत्र तथा किमपि नास्ति भुवादिवत् कर्तरि शप् इत्यनेन कार्यं सिद्ध्यति अतः इमे भुवादिगणीय भवन्तु इति मातॄणां मतम् अत्र तु विकर्णप्रत्ययः न उच्यते पाणिनिना न कृतम् इति अहं मन्ये तदनन्तरं दीक्षितपुष्पमातृ एव एतानि एते धातवः विकल्पेन भवादिगणे स्थापयतु इति उच्यते किल कर्तरि शप् इति भवादिगणस्य सूत्रम् अस्ति अतः सप् विहितः तथैव अत्र यत्र कुत्रापि धातवः सन्ति विशिष्टसूत्रेण परन्तु अत्र तु कोऽपि सूत्रं नास्ति अतः एते धातवः भवादिगणस्य कर्तरि शप् इति स्वीकृत्य कार्यं करोति नाम अत्र माता किं चिन्तयति यत् अत्र केवलं शप् प्रत्ययः आगच्छति एकस्मिन् पक्षे अतः योज भवति तर्हि युज इति ये धातवः सन्ति अत्र विकल्पेन भवति तद् भवादिगणे चिन्तयतु तदनन्तरं भवादिगणीयवत् कार्यं भवति योजयति योजति इति वा परन्तु विकल्पेन निच् प्रत्ययः आगच्छति यथा अस्माभिः पठितं खलु यत् बा ह्रांश् भ्लाम् इत्येकं सूत्रम् आसीत् खलु तत्र अस्माभिः किं पठितं यत् एकस्मिन् वर्गे धातवः सन्ति एकस्मिन् गणे धातवः सन्ति परन्तु विकल्पेन अन्यगणस्य विकरणप्रत्ययः तत्र भवति विकल्पेन तथैव अत्र अपि करोतु युज् धातु भवादिगणे इति अस्ति इति एव चिन्तयतु परन्तु विकल्पेन तस्य निच् आगच्छति तर्हि एकं चिन्तनमस्ति यत् मातुः चिन्तनमस्ति यत् युज् धातु भवादिगणीयधातुः अस्ति इति चिन्तयतु परन्तु विकल्पेन तस्य निच् प्रत्ययः आगच्छति यथा भवादिगणधातुः अस्ति परन्तु विकल्पेन तस्य अन्य विकरणप्रत्यय भवति यथा अस्माभिः पठितं वा भ्रांश् भ्लाम् इति तथैव अत्रापि करोतु परन्तु अन्य वक्तुं शक्नोति यत् चुरादिगणे धातुः अस्ति एव चिन्तयतु अतः णिच् भवति परन्तु विकल्पेन णिच् न भवति इति अपि इति चिन्तयतु नाम विकल्प कीदृशम् अस्ति तस्य आधारेण भवादिगणीय भवति अथवा चुरादिगणीय भवति nama yadi if someone wants to say that nich is coming as an exception then we can say that bhavadi gani dhatu asti nich comes as an exception if someone wants to say that nich doesn't come that is an exception then dhatu churadi gani asti parantu nich na agachati iti vaikalpika iti apya parantu शत्तु आगच्छति एव कर्तृशप् इति सूत्रेण शत्तु आगच्छति एव सर्वत्र एव परन्तु विकल्पेन निजन्त एतत् सर्वं परस्मैपदिनः एव खलु इति योजयति योजति योजयसि योजसि योजयामि योजामि इति रूपं परस्मैपदी लट्लकर एव भवति यत्र णिच् नास्ति तत्र परस्मैपदी यत्र णिच् अस्ति तत्र उभयपदी विकल्पेन नाम युज् धातोः रूपत्रयमस्ति योजयति योजयते योजति किमपि करोतु सत् सम्यक् अस्ति इति आं जि धन्यवादः अस्तु इदानीं किञ्चित् एव अवशिष्टमस्ति किमपि नूतनं नास्ति इति एकवारं प्रायः गृहपाठे यत् अस्य पाठस्य अन्तिमभागं यत् अवशिष्टमस्ति किञ्चिदेव अस्ति एकवारं पठतु अग्रिमरविवासरे नूतनपाठस्य आरम्भं कुर्मः यत्र अङ्गम् अनदन्तम् अस्ति एतावत्पर्यन्तं भवादिगणे दिवादिगणे तुदादिगणे चुरादिगणे अङ्गम् अदन्तम् अस्ति खलु इदानीम् अग्रे इदानीम् अग्रे गत्वा अङ्गम् अनदन्तम् अस्ति चेत् किं करणीयं नाम यदि अदादिगण ज्योत्यादिगण स्वादिगण तनादिगण इति सर्वम् अस्ति चेत् रुधादिगण इति अस्ति चेत् किं करणीयम् इति सर्वम् अग्रे पश्यामः अस्तु प्रश्नः अस्ति वा कस्यापि नास्ति